वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीवाग्देव्यै नमः। हरिः। अत्र भगिनि इतोपि अन्य कोऽपि न आगतम् अस्ति वा? पाठः तु 6:30 करणीयमेव। अस्तु, सार्धषड्वादने करणीयम्। अस्तु, अत्र आत्मनेपदे आत्मनेपदत्वम् इति विषये अत्र वयं किञ्चित् अत्र एतत् विषये दृष्टवन्तः अपि। अनुदात्त नित, यत्र नित इति अस्ति अत्र आत्मनेपदिनः भवति इति। अनन्तरं यत्र स्वरित नितः कर्तृ अभिप्राये क्रियापले, यत्र क्रिया स्वस्य कृते भवति तत् स्थाने आत्मनेपदिनः भवति, यत्र कृति क्रिया अन्येषां कृते भवति तत्र परस्मैपदिनः भवति। एतदपि वयं दृष्टवन्तः। अनन्तरं शेषात् कर्तरि परस्मैपदं, यत्र शेषः भवति, यत्र आत्मनेपदिनः नास्ति, नितः नास्ति, यत्र शेषः भवति, धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्तरि परस्मैपदं भवति। आत्मनेपदस्य कारणं नास्ति, तत्र कर्तरि अभिप्राये परस्मैपदं भवति। इदानीमेव दृष्टवन्तः। अनन्तरम् एतत् भगिनि एकनिमिषं, कर्तभिप्राये कर्त्रभिप्राये अभिप्राये एक्साक्ट् अर्थः कः भगिनि? कर्तरि कर्तरि कर्तरि कर्मणि अस्ति खलु, कर्तरि परस्मैपदिनः एव सूचयति। कर्मणि कर्मणि अत्र रामेण कृतम् इति तृतीयविभक्ति आगच्छति। रामेण पाठः पठ्यते अत्र सूक्ष्मं किमस्ति चेत् 3-1-1 रामेण इति तृतीयविभक्ति एकवचनं भवति। अनन्तरम् अत्र रामेण अनन्तरं पाठः प्रथमविभक्ति, पठ्यते अपि कर्मणि प्रथमविभक्ति, अतः तत्र 3-1-1 इति सूक्ष्मरूपम् अस्ति। एतत् कर्तरि परस्मैपदिनः, कर्मणि अत्र आत्मनेपदिनः अपि भवति, अत्र भावे प्रयोगे अपि भवति। एतत् अग्रे पश्यामः एतत् विषये। अनन्तरं द्वादयो धातवः इति, अस्मात् धातोः इत्यस्य अनुवृत्तिः, धातु यत्र यत्र भवति तत्र एतत् भू आदि, भू आदि अत्र पश्यामि चेत् भू आदयोः एतत् विषये किञ्चित् अत्र चर्चां कृतवन्तः 1-3-1 इति अस्मात्। अत्र पश्यन्तु अत्र किमस्ति चेत् भूवादयो दातवः, अत्र भू वा इति एकः धातुः अस्ति, भू योगः, भू एकः धातुः, भू भवति इति भवति, अनन्तरं वा इति अपि धातुः, आदयः अत्र मया किं दृष्टं चेत् भू इत्यादयः शब्दाः क्रियावाचिनि अर्थे धातुसंज्ञकाः भवन्ति। भू अपि अस्ति, अनन्तरं भू उदाहरणरूपेण स्वीकुर्मः चेत् एतत् सर्वं भू, एद, स्पर्ध, गाद्, अनन्तरं बाद्, एतत् सर्वम् अत्र द्विसहस्रं धातवः सन्ति यत्र भू आदीनाम् इति। अनन्तरम् अत्र मया श्रुतम् अत्र वा अपि धातुः एव, भू वा आदिः, आदिः इत्युक्ते एक्सेट्रा एव। अनन्तरम् अत्र टोटल् धातवः उपरि 2000 उपरि अस्ति एतद् वा? अत्र इदानीम् अत्र अभ्यासः इति विषये एव अत्र किञ्चित् स्थगितं भवति। मल इति अस्ति अत्र, एतत् विषये वयं कृतवन्तः एव। मल इत्युक्ते अधः रेखा अस्ति अनुदातः, अनन्तरम् उपरि अपि अनुनासिकवर्णः अस्ति, अतः तत्र किं भगिनि प्रश्नः अस्ति वा? न न न अत्र मल इति स्वीकृत्य कार्यं कृतवन्तः। भवती एव अत्र किं किं व्याकरणविषये भवति इति वदतु। अनुदातः अनुनासिक अकारः अनन्तरम् इदानीम् उपरि पश्यतु लटीवाक्यम् अत्र वञ्जति इति अस्ति कथं भवति इति वञ्चु इति अस्ति अत्र उकारः अस्ति अनन्तरम् अनुनासिकवर्णः एतत् इत् भवति वञ्चि एव तिष्ठति इदानीं वञ्च् कर्तरि शप् अस्ति अत्र शप् मध्ये अकारः एव तिष्ठति इदानीं वञ्च इति भवति अत्र विवक्षा किम् अस्ति चेत् प्रथमपुरुषे एकवचनं विवक्षा अस्ति तिपतस्जि इत्यनेन अत्र ति योजनेन वञ्चति इति भवति तादृशं भव अत्र कार्यं करोतु मल अत्र मल अनुनासिक अनुनासिक अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति अतः मल् मल इति अवशिष्यरूपं मल शप् अकारः एव अत्र अवशिष्यति अतः मल प्लस् ति मलतिया मेलति तावदेव मलति इति भवति मलति दृष्टवन्तः खलु गतवर्गे अपि दृष्टवन्तः अनन्तरम् अत्र गीता श्रीधर् पठतु अत्र अग्रे बुधि नमस्कारः भगिनि प्रश्नः अस्ति स्थगयतु अनिल् महोदय पृच्छतु किमस्ति हा सो मलति अत्र मल अत्र अनुदात्त अस्ति रैट् सो अनुदातः अस्ति चेत् मलते इति भवति आत्मनेपदी भवति आत्मनेपदिनः एव अनुदातः यत्र अस्ति चेत् अत्र मलते इति भवति क्षम्यतां धन्यवादः मलते एव अस्तु वयम् एतत् विषये अपि द्रष्टुं शक्यते एकनिमिषम् भुवादिगणिनः आत्मनेपदिनः अस्तु मलते इति एव अस्तु अग्रे गच्छतु बुधि इति अस्ति एकनिमिषम् अत्र अध्यापकः अपि साधारणतया नरः एव अत्र किञ्चित् दोषाः कर्तुं शक्यते एव यत्र यत्र छात्राः अत्र समीचीनतया दृष्टवन्तः चेत् अत्र दोषाः क्षमीकर्तुं शक्यते एव धन्यवादः अन्तिमः अस्तु चिन्ता नास्ति भगिनी चिन्ता मास्तु अस्तु बकार अनुदातः अस्ति इदानीमेव दृष्टवन्तः यत्र यत्र अनुदातः अस्ति तत्र आत्मनेपदम् आत्मनेपदम् अस्ति स्वरितः अस्ति चेत् अत्र उभयपदिनः भवति उभयपदि अनन्तरं नित नित इति अस्ति चेत् अत्र इदानीमेव एक आत्मनेपदि आत्मनेपदि शेषात् अस्ति चेत् अत्र यत्र यत्र शेषः एतत् नित नास्ति नित नास्ति तत् समये शेषात् करत्री परस्मैपदिनं भवति बुधि इति अस्तु अत्र गीता पठतु पठामि भगिनि परस्मैपदत्वं वा बुधि इति अस्ति बुधि इदानीम् अनुपूर्णि वदामि बकारः उकारः धकारः अनुनासिक इकारः अनुनासिक उदात्त अनुनासिक इकारः अतः उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक इकारस्य इत्संज्ञा भवति अत्र स्वरित अस्ति महोदय स्वरित आम् आम् आम् आम् स्वरित उभयपदि भवति आं भगिनि स्वरित स्वरित अस्ति न दृष्टवती स्वरित अस्ति अतः उभयपदि उभयपदि भवति आमाम् अनुनासिक उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक इकारस्य इत्संज्ञा भवति अतः बुद्धि एव भवति तत्र इकारः अस्ति इति कारणेन इत्संज्ञा इकारस्य इत्संज्ञा भवति इति कारणेन इडा बुद्ध धातुः अवशिष्यते. आम् आम् अवशिष्यरूपं बुद्धि एव. अतः उभयपति अपि भवति, उभयपति भवति, बुदति बुदते इति रूपं भवति. अत्र पश्यामः अत्र बुद्ध इति अस्ति खलु. इदा अत्र रूपं रूपं द्वयं भवति. अत्र अपि भवति परस्मैपदिनः अपि भवति, अनन्तरम् उभयपदि अस्ति. अत्र पश्यतु इदानीम् उकारः अस्ति खलु, उकारः अस्ति. एतत् विषये गुणकार्यं भवति, गुणकार्यं गुणकार्यं केन सूत्रेण भवति? भवति बोधति बोधते. केन सूत्रेण उकारस्य स्थाने ओकारः भवति? सार्वधातुक आर्धधातुकयोः इति सूत्रेण. उत्तमम्. अनन्तरम् अत्र उकारः अस्ति, अत्र पुगन्तलघुपदस्य च इत्यनेन अत्र कार्यं भवति. कर्तरिषप् अत्र उपधायाम् एव उकारः तिष्ठति खलु. अत्र सार्वधातुक आर्धधातुकयोः इति कार्यं भवति, परन्तु अत्र इक्वर्णः अपि अस्ति, प्रसक्तिः अपि अस्ति, परन्तु अत्र उपधायां तिष्ठति. तत्र इकारः उपधायां तिष्ठति, अतः तत्र उकारस्य स्थाने ओकारः पुगन्तलघुपदस्य च इत्यनेन एव भवति सूत्रेण. अनन्तरम् अत्र अक्षु इति अस्ति. अनिल् महोदय करोतु. अनिल् महोदय अस्ति वा? आं महोदय. आम् अत्र रेखा कुत्रापि नास्ति खलु? आम् आम् आम् अस्तु. श्रूयते वा महोदय? श्रूयते. ओके ओके. आटोमेटिक् म्यूट् भवतु. ओके. अत्र दीर्घ उकार अनुनासिक दीर्घ उकार उदात्त अस्ति. अत्र उदात्त यत्र रेखा नास्ति चेत् अत्र उदात्तः भवति. उदात्तः भवति चेत् अत्र किं पदं स्वीकुर्मः? परस्मैपदी. उत्तमम्. अस्तु. अत्र अक्षु उपदेशाच अनुनासिकसूत्रेण उकार अपगच्छ तस्य लोप कारणेन उकार अपगच्छति. अक्ष इति शेषरूपं. अक्ष प्लस् शप् प्लस् ति. सो अक्षति इति लट्लकार. अनन्तरं तु ब्राश्रु इति भवति. अत्र पूर्णिमा प्रकाश वदतु. पूर्णिमा अस्ति वा? अस्मि भगिनि. रुब्रा शृ इति अस्ति पदस्य अन्ते. शृ अनुनासिक अनुदात्त ऋकार अस्ति, तस्य लोपः भवति. आदिर्निटवः इति सूत्रस्य आधारेण आदौ स्थितस्य टु वर्गस्य नित्तज्ञा भूत्वा द्वयोः लोपः, तस्य लोपः इति सूत्रस्य आधारेण लोपः भवति. अनुदात्तस्वरः अनुनासिक अनुदात्त इत्संज्ञा इति कारणेन ब्रास् इति शब्दः आत्मनेपदी भवति. अनुदात्तनित आत्मनेपदी इति सूत्रस्य आधारः. अनन्तरम् अनुदात्तः किं रूपं स्वीकृतम् अत्र? आत्मनेपदी इति उक्तवती खलु महोदय. आत्मनेपदी रूपं रूपं वदतु, पठतु. रूपं किं भवति इति वदतु. ब्राश् इति अन्ते ब्राश् इति भवति. ब्राश् इदानीम् इदानीम् इत्युक्ते इदानीम् आत्मनेपदिनः भवति खलु, किं योजनेन अत्र रूपं भवति? भवति भ्राशते इति आत्मनेपदिनः भ्राशते भ्राशते इति भवति. अनन्तरम् अत्र सार्वधातुके यक् इत्यनेन यकारः अपि अत्र योजनं कर्तुं शक्यते, अतः भ्राश्यते इति अपि अस्ति. चिन्ता मास्तु एतत् विषये. इदानीम् अग्रे ह्रूये ह्रूयो इति अस्ति, ह्रूये अत्र भगिरिति पत् वदतु भगिरति ह्रूञ्ज् अत्र उपदेशे हलन्त्यम् इति सूत्रस्य आधारेण नकारः इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. कृ अनुदात्त स्वरः कृ व्यक्ति न अत्र अत्र अनुदात्तस्वरः ञकारः एव अत्र इति भवति खलु, अनन्तरं तस्य लोपः इत्यनेन तिष्ठति. अनुदात्त न वा भगिनि, किमर्थम् अत्र हृ एव तिष्ठति? परन्तु अत्र अनुदात्तरूपं भवति खलु, अनुदात इत्युक्ते आत्मनेपदिनः एव इदानीमेव दृष्टवन्तः अत्र. इदानीम् अत्र श्रु अस्ति, हृ अत्र ञकारस्य अत्र सौत् सैड् मध्ये ञकारः एव उक्तवन्तः, नार्त् सैड् मध्ये यकारः इति श्रूयते, ह्रियो इति भवति. अत्र ञकार एतत् लोपं भूत्वा अत्र हृ एव तिष्ठति. इदानीम् अत्र आत्मनेपदिनः भवति, आत्मनेपदिनः भवति किमर्थं चेत् अत्र अत्र अनुदात्त ऋकारः अस्ति भगिनि. आम् आम् एतदेव अत्र हृ इति हरणे इति अस्ति अत्र भुवादिगणे धातुः. अत्र किमर्थम् उभयपदिनः किमर्थम् अत्र उभयपदिनः अत्र नित् अस्ति महोदय, नित् कारणे उभयपदि. अस्तु अस्तु अस्तु अस्तु उत्तमं. नित् अत्र नित् अस्ति, नित् अस्ति अत्र स्वरितनित कर्तृ अभिप्राये क्रियापदम् इत्यनेन अत्र उभयपदिनः भवति. अतः एव अत्र अतः एव अत्र and anudata akara is not anunasika, so it is not there is its lopa nasti. So tadrisham eva tishtati atra hru tadrisham eva tishtati. Idani nyakara ka kutra bhavati chet swarita nita iti purvam eva drishtavanta swarita nita etra etra nyakara ka asti tatra स्वरितनीतकर्तृ अभिप्राये क्रियापदम् इत्यनेन उभयपदिनः भवति. अतः एव अत्र रूपं द्वयं भवति. इदानीं हृ अस्ति खलु, अत्र ऋकारः अस्ति, एतत् किं सूत्रेण कार्यं भवति अत्र कोऽपि वक्तुं शक्यते वा? आं महोदय, ऐ थिङ्क् सार्वधातुकार्धधातुककारणे गुण भवति इति भवति. अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन एव रेपस्य स्थाने हर् इति अर् भवति, आ यर् अर् भवति. अतः तत्र ति इति योजनेन शप् अनन्तरं हर इति भवति, शप् योजनेन हर भवति, अनन्तरं पि योजनेन हरति. इदानीम् अन्यरूपं भवति किमर्थं चेत् तत्र उभयपदिनः अस्ति, अथवा तत्र तादृशमेव हरते इति भवति. किमर्थं चेत् अत्रापि सार्वधातुक अर्धधातुकयोः इति भवति. अनन्तरं शप् कार्यं भवति, अत्र अकारः तिष्ठति, हर योगो अकार हर इति भवति. इदानीम् अत्र अतो गुणे इत्यनेन अकारः अपि अस्ति, इदानीमपि अकारः अस्ति, परन्तु अकार अतो गुणे इत्यनेन 6197 किं सूचयति चेत् पूर्वपरयोः 6197 अत्र पश्यामः. 6197 अतो गुणे इत्यनेन पूर्वपरयोः पररूपमेव पररूपम् अत्र अकारः भवति. एतत् एव अत्र आदेशः भवति. किम् इदानीं पश्यतु, अत्र हर अक्षरे अहते इति एव. इदानीं हरते द्रष्टुं शक्यते चेत् अत्र पूर्वमेव दृष्टवन्तः. अत्र कर्तरि न तिते आत्मने पदानां तेरे इति हरयोगः शप् भवति, अत्र अकारः एव तिष्ठति. इदानीं ते किमर्थम् आगच्छति चेत् अत्र तिते आत्मने पदानां तेरे इत्यनेन तकार उत्तरवर्ती अकारः अस्ति, अत्र अकारस्य स्थाने एकारः भवति, अतः एव हरते इति भवति. अकारः तिष्ठति एव, हर योगः ते हरति. बहुवचनरूपेण स्वीकुर्मः चेत् एव अत्रापि अकारः अस्ति, अनन्तरमपि अकारः अस्ति, तत् स्थाने एव अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् एव एकादेशः भवति. अस्तु, अनन्तरं त्रु तादृशमेव भवति. त्रु अत्र पूर्णिमा अस्ति वा? गीता श्रीधर् भवतु. आं भगिनि, प्रथमं भागीरथी भवतु, क्रमेण गच्छेम. भागीरथी तृ दीर्घ अस्ति. तृ अत्र चिह्नं किमपि नास्ति खलु? न, किमपि न दृष्टमेव. किमपि एतत् विषये तृ इदानीं दृष्टवन्तः खलु? हृ हृ इति दृष्टवन्तः. तादृशमेव भवति अत्रापि. अत्रापि अच्छा, अनुदातः न, स्वरितः न, उदात्तः, अतः परस्मैपदी. परस्मैपदी तरति. उत्तमं. कार्यं व्याकरणविषये, व्याकरणविषये तकारः इत् ऋकारः इदानीमेव कुर्वन्ति ऋकारस्थाने. न, अत्र एतदेव तिष्ठति खलु, पुगन्तम् इत्यपि किमपि नास्ति एव. तादृशमेव भवति. हृ इदानीं किं सूत्रेण अत्र गुणः भवति? तावद्. अनन्तरम् अर् ऋकारस्य स्थाने अर् आदेशः भवति, अतः तर् तरति. अत्र देङ् इति अस्ति. इदानीमेव अत्र गीता श्रीधर् पठतु. आं भगिनि, दे दकारः अनुनासिक एकारः नकारः. हलन्त्यम् इति सूत्रेण लकारस्य इत्संज्ञा भवति. अनुदात्त एकारः अस्ति, अतः निर्तति अस्ति. अनुदात्त एकारः अपि अस्ति. अनुदात्त ङित् इति सूत्रेण आत्मनेपदी भवति. दे प्लस् ते, दे ते इति भवति. अधुना अनन्तरं कुत्रापि अत्र कार्यं नास्ति वा? शप् आगच्छति वा? आत्मनेपदि आत्मनेपदि इति उक्तवती खलु, आत्मनेपदि इति उक्तवती. अत्र किमस्ति चेत् अर्थं दै इति भवति. द्वादेव धातवः दै इति किमर्थम्? इदानीम् अत्र एकारस्य स्थाने किमपि सूत्रमस्ति, एतत् जानाति वा कोऽपि? उत्तमम्, एचो यवा एकारस्य स्थाने अयादेशः भवति. इदानीं दै अनन्तरं शप् शप् भवति, अनन्तरम् आ भवति इति भवति. इदानीं ते योजनेन अत्रापि तकारः अस्ति, पिते आत्मने पदानां तेरे इत्यनेनैव अत्र दयते इति. अत्र एचो यवा यावः इत्यनेन किमपि न उक्तम् अत्र. अस्तु, अग्रे इदानीं ब्रूये इति भवति, ब्रूया इति भवति. अत्र पूर्णिमा प्रकाश पठतु. पूर्णिमा अस्ति वा? अधः रेखा अस्ति वा? ब्रूयि अधः अस्ति वा रेखा? न, अधः अस्ति. मया अपि दृष्टं समयः मया विस्मृतं. न नकारस्य इत्संज्ञा भवति, अतः आत्मनेपदे अस्ति. ब्रूते इति आत्मनेपदी लटीरूपं भवति. अत्र ब्रू एव अस्ति खलु? अत्र नित् अस्ति चेत् नित् अस्ति चेत् अत्र किं भवति? नित् अस्ति चेत् शेषात् अत्र कर्तव्यप्राये क्रियाफले इति सूत्रस्य आधारेण आत्मनेपदी संज्ञा प्राप्नोति. शेषात् कर्तरि परस्मैपदी इति सूत्रस्य आधारेण परस्मैपदी संज्ञा अपि प्राप्नोति. अत्र रेपस्य गुणः भवति उपदास्थितस्य ऋकारस्य अर्कार भवति. अत्र उपदा अस्ति वा? उपदन अन्तिमवर्णस्य ऋकारस्य अर्कार भवति. भरति भरते इति ऋकारस्य स्थाने किं भवति? अर् अस्तु, ऋकारस्य स्थाने अर् भूत्वा भर, अनन्तरं शप् योजनेन अकारः भर, अनन्तरं ति योजनेन भरति. इदानीं तादृशमेव भवति, ते योजनेन भरते इति रूपं द्वयं भवति. किमर्थं चेत् अत्र ञकारः अस्ति, यत्र ञकारः अस्ति स्वरितनितकर्तरि अभिप्राये क्रियाफले इत्यनेन. किञ्चित् एतत् न विस्मरणीयम्, अत्र झटिति मनसि स्थापनीयमेव. अत्र द्रै इति भवति, द्रै किञ्चित् अत्र सावधानतया पठितव्यं. द्रै इति अस्ति ऐकारः, द्रै अस्ति अनुदात्त अस्ति इति कारणेन आत्मनेपदीसंज्ञा प्राप्नोति. न अद अनुदात्त अनुनासिक अस्ति वा भगिनी? न, आम् अत्र अनुदात्तः अस्ति खलु, अनुदात्त अस्ति. अनुनासिक अनुदात्त नास्ति चेत् किमपि नास्ति, अत्र अनुनासिकवर्णः नास्ति. तर्हि परस्मैपदी एव भवति. द्रै इति अस्ति ऐकारस्य शप् विकरणप्रत्ययः अस्ति, अतः अकार एव अवशिष्यते. द्रै अधिका द्राय् भवति, द्रायति परस्मैपदी. द्राय् द्राय् केन सूत्रेण भवति अत्र? एचो वयः ऐक ऐ अस्ति, यत्र ऐ अस्ति अत्र आय् भवति, अतः तत्र द्राय इति भवति. किमस्ति अत्र अकारः योजनेन, अनन्तरं ते योजनेन द्रायति इति भवति. द्रायति इत्युक्ते स्वप्ने इति अर्थे आगच्छति. अत्र किमर्थम् अत्र परस्मैपदिनः एव भवति चेत् अत्र न भवति, अनुनासिकचिह्नं न भवति. परन्तु अत्र अनुदातः अस्ति एव, अनुदातः अनुदातः अस्ति अस्ति चेदपि अनुनासिकः नास्ति चेत् न भवति, न भवति. अस्तु, अग्रे इदानीम् अनुष्ठीय भगिनी एकनिमिषं भगिनि अहं कोऽपि बिल् ब्रिङ्गिङ्ग् द बिल् पञ्चनिमिषं ददातु. अस्तु अस्तु क्लेशः नास्ति. अस्तु इदानीम् अत्र पूर्णिमा अस्ति वा? पूर्णिमा एव उक्तं खलु इदानीं. नास्ति पूर्णिमा इदानीं. अनिल् महोदय इट गीतास्ति वदतु. इट इट अत्र इकारः सकारः अनुनासिक अकारः अनुनासिक अकारः उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक अकारस्य इत्संज्ञा भवति. इट् एव तिष्ठति. इट् प्लस् शप् शप् प्रत्ययः इठ इति भवति. अत्र अनुदातचिह्नः किमपि नास्ति. नित अपि नास्ति. अतः परस्मैपदि भवति. त्राति किं किम् एकनिमिषं भगिनि न दृश्यते. तकारः भगिनि अद् एकनिमिषम् पठतु. इट एव भवति खलु. इट इट इट इट् प्लस् ति अकारः शप्पकेः इट् प्लस् अ प्लस् ति इटति इति भवति. परन्तु अत्र इकारस्य स्थाने एकारः भवति. अत्र इक् वर्णः अस्ति खलु. पूर्वपदम् इक् अस्ति. एवं वा? पूर्वम् इक् अस्ति. अतः तत्र कुवर्तलघुपदस्य च इक् वर्णस्य स्थाने गुणः भवति. अतः इकारस्य एकारः भवति. एकारः भवति. एतति एतति इति भवति. एतति इति भवति. अस्तु इदानीम् अनिल् महोदय वदतु. अत्र मिद्रो इति भवतु. मिद्र मेधाहिंसनयोः अत्र अनुनासिक ऋकार स्वरितः अस्ति. अतः अत्र उभयपदिन मित्रे अत्र रेखा अधः अपि नास्ति, उपरि अपि नास्ति, स्वरितः अपि नास्ति, अनुदातः अपि नास्ति. अतः किं तिष्ठति अत्र? रेखा उपरि अस्ति वा? आमां स्वरितः अस्ति. अतः तत्र उभयपदिनः. मित्रे ऋकारस्य इत्संज्ञा भूत्वा मिद् इति अवशिष्टरूपं. सो मिद् प्लस् शप् प्लस् टि ते च द्वयोपि अस्ति. सो मिद् अत्र पुगन्तलघुपदस्य सूत्रेण मिद् मेद् भवति. उपदायां स्थितस्य इकारस्य तादृशं वर्तते. उपदायां स्थितस्य इकारस्य गुणकार्यं भवति. अत्र मिद् मेद् परिवर्तयति. सो मेद् प्लस् ति ते मेदति मेदते विकल्पेन रूपं द्वयं भवति. एकस्मिन् पक्षे परस्मैपदिनः, अन्यस्मिन् पक्षे आत्मनेपदिनः. अस्तु इदानीं जिषु इति अस्ति. भागीरथी भगिनी भगिनी महीरति भवनी भगिनी अस्ति वा? अस्तु अनुसूया ताद् सा उक्तवती. गीतास्ति चेत् गीतास्ति चेत् आं भगिनि आं भगिनि वदामि. जकारः इकारः षकारः अनुनासिक अनुनासिक अकारः उकारः अनुनासिक उकारः खलु नास्ति नास्ति अतः परस्मैपदि एव अनुनासिक उकारस्य इत्संज्ञा भवति अतः जिष् एव अवशिष्यते शप्रत्ययस्य योजनेन अकारः आगच्छति जिष् प्लस् शप्रत्ययस्य पूर्वं उकारः ओकारः भवति इकारः भवति अतः जेषति परस्मैपदिनेषति जेषति इति भवति इदानीं वृका इति भवति एतत् अनुदातवर्णः अधः अस्ति इदानीं पूर्णिमाप्रकाश पूर्णिमा अस्ति वा आं भगिनि वृक्ष अस्ति अन्ते अनुदात्त अनुनासिक अकारः अस्ति तस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण लोपः अपि भवति वृक् इति भवति वृक् उपादायां स्थितस्य ऋकारस्य अर्कारः भवति वर्क् इति भवति वर्कति अत्र अनुदातः खलु अनुदात्त आत्मनेपदी अस्ति अनुदात्त अनुनासिकः वर्कते इति भवति वर्कते वर्केते वर्कन्ते वर्कसे वर्क अत्र पुगन्तलघुपदस्य किमर्थं चेत् अत्र गुरु इति ऋकारः अस्ति एतत् पुग उपादायं स्थितस्य ऋकारस्य स्थाने अर् भवति अतः वर्क् पुगन्तलघुपदस्य इति सूत्रस्य शप् इत्यनेन अकारः वर्क् अनन्तरं ते आत्मनेपदिनः ते योजनेन वर्क् अपि अट इदानीम् अनिल् महोदय अट अत्र अनुनासिक अकारस्य कोऽपि चिह्नं नास्ति अत्र सुदात्त अस्ति सुदात्त अनुनासिक संज्ञा भूत्वा अट इति तिष्ठति अत्र परस्मैपदी न अस्ति सो अट प्लस् शप् प्लस् ति अटति किमपि कार्यं नास्ति एव अटति अस्तु इदानीं वृतु इति भवति वृतु एतदेव वृक इति भवति अत्र भवानेव अत्र करोतु आं महोदय अत्र वृधु अत्र अनुनासिक उकारस्य अधः रेखा अस्ति अत्र अनुदात्त अस्ति रेखा अस्ति सो अत्र अनुदात्तेत अतः आत्मनेपदी वृधु उपदेशे अचनुनासिक उकारस्य इत्संज्ञा भूत्वा तस्य लोपः अनन्तरं वृद्ध एव तिष्ठति अनन्तरम् उपधायां ऋकारस्य गुण भूत्वा वर्ध इति सो वर्ध प्लस् प्लस् ते वर्धते वर्धते किमपि अत्र ते किम् अस्ति चेत् अत्र पूर्वमेव दृष्टवन्तः आत्मनेपदिनः नकारः अस्ति सा आत्मां द्वम् सा आत्मां जो इति अत्र सा स्थाने स्थिते आत्मनेपदानां तेर् इत्यनेन एव एकारः भवति अकारस्य स्थाने अतः वर्धते इति वर्धते इदानीम् इडुव्यवस्था इडुव्यवस्था यत्र इकारः श्रूयते पठितव्यम् अनन्तरं यत्र यत्र इकारस्य पूर्वं वर्णः भवति इकारवर्णः भवति एतदेव ईडुव्यवस्था अत्र बाहिरीति अस्ति वा पठितुं शक्यते वा एक एकपङ्क्तिः स्वीकृत्य अर्थं वदतु, बहिरपि नास्ति चेत् अत्र गीताश्रीत पठतु. आं भगिनि, इट् व्यवस्था. इट् नाम किं? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु रुदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न श्रूयते. यथा तिङन्तेषु एक एकपदं पङ्क्तिः स्वीकृत्य अन्तं वदतु, तत्र इट् नाम किम्? इकारः इकारस्य इत् इट् इति भवति. इट् नाम किं? किमर्थं चेत् अत्र पूर्वमेव तिङन्तेषु कृदन्तेषु, तिङन्तेषु कृदन्तेषु कृत् कृत् प्रत्यये जानाति खलु, कृत् प्रत्यये कोऽपि वक्तुं शक्यते वा? कृत् प्रत्ययः कोऽपि वक्तुं शक्यते वा? बहवः सन्ति खलु कृत् प्रत्ययः, कोऽपि वक्तुं शक्यते वा कृत् प्रत्ययविषये किं किम् अस्ति अत्र? अनिल् महोदय, कृत् प्रत्ययविषये कृत् कृत् प्रत्ययस्य विषये, कृत् इत्युक्ते स्वान्तम् इडागमस्य विषये वदनीयं वा? न न न न, कृत् कृत् इत्युक्ते किम्? कृत् इत्युक्ते कृदन्त, कृदन्त इत्युक्ते क्रियापदस्य उपरि ये प्रत्ययाः आगच्छति ते कृत् प्रत्ययाः भवति, सुबन्तानां किं योजनेन कृदन्तः भवति. किं किं भवति कोऽपि शत्रु शत्रु शानज् तव्यत् लेप् अनियर् तवतो सर्वे अपि कृत् प्रत्ययाः एव. तुमन् स्वाप्रत्ययं सुमन् एतत् एतत् सर्वे अत्र अत्र तिङन्तं तिङ् एव अन्तं भवति खलु, ति इति तिप् तस्जि इति मध्ये आगच्छति. अत्र नवप्रत्ययाः सन्ति परस्मैपदिनः. अनन्तरं ता आतां ञ एतत् स्वीकुर्मः चेत् अत्र ईड्वहि महीङ् इति अस्ति, महीङ् मध्ये अन्ते स्थितस्य वर्णः एव अत्र श्रूयते, यिङ् अत्र तिङ् इति आगच्छति, पूर्वमेव दृष्टवन्तः. अनन्तरं कृत् कृत् यत्र अन्ते भवति कृदन्तम् इति भवति. अत्र कृदन्तमध्ये तिङन्तमध्ये कुत्रापि विकारः श्रूयते, कुत्रचित् अत्र इकारः न श्रूयते एव. अग्रे पठतु. यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति. तिङन्तेषु गमिष्यति इति शब्दे इकारः अस्ति. द्रक्ष्यति गमिष्यति इत्यत्र गमिष्यति गमिष्यति इति लकारविषये लकारविषये किं लकारः अत्र अस्ति? इकारः गम गम गम गमिष्यति गमिष्यति इति लकारः किं कोऽपि लिट् एव लिट् फ्यूचर् टेन्स् गमिष्यति इति लिट्. अत्र मकार मकार उत्तरः इकारः श्रूयते. एतदेव इड इट् इट् इट् इति चिन्तनं कुत्र भवति चेत् यत्र इडागमः वर्णः श्रूयते तत् एव तत् समये एव इड् व्यवस्था भवति. प्रथमं रूपम् अत्र इदानीम् उक्तवन्तः किं गमिष्यति. अत्र गम् गम्लूरु धातोः गच्छति इति भवति खलु. अत्र किं किं चेच इति सूत्रं भवति. अनन्तरं किञ्चित् कार्यम् एव भवति गच्छति इति स्वीकुर्मः चेत् अत्र इदानीं तत् धातुः एव गमिष्यति इति लृट् लकारे क्रीडागमस्य चिन्तनं तत्र भवति. अतः गमिष्यति इति विषये इकारः श्रूयते वा? श्रूयते आं श्रूयते. उत्तमम्. अनन्तरं द्रक्ष्यति तादृशमेव पठतु अत्र द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति द्रक्ष एव भवति अत्र द्रक्षयति इति भवति ति योजनेन एतत् तिङ्गन्तम् एतत् तिङ्गन्तम् अत्र ईडागमस्य चिन्तनं नास्ति एव खलु ति योजनेन एतत् परस्मैपदिनः प्रथमपुरुषे एकवचनम् एतत् साधारणतया आगच्छति तिङ्गन्तरूपम् अत्र अत्र द्रक्ष इति एव भवति अत्र ईडागमस्य चिन्तनं नास्ति इकारः नास्ति तादृशमेव पठतु अग्रे पठतु कृदन्तेषु पठितुम् इत्यत्र इत्यत्र तकारोत्तरः इकारः अस्ति पठितुम् अत्र टकारस्य टकार उत्तरः इकारः अस्ति गमिष्यति गमिष्यति इति दृष्टवन्तः इदानीं पठितुमपि इकारः श्रूयते अनन्तरम् अत्र द्रक्ष्यति इति उदाहरणरूपेण स्वीकुर्मः चेत् अत्र द्रक्ष द्रक्ष इति एव भवति अत्र इडागमस्य चिन्तनं नास्ति अनन्तरम् इदानीं कर्तुम् इति स्वीकुर्मः चेत् अत्र तुमुनान्तम् अत्रापि इडागमस्य चिन्तनं नास्ति एतत् कुत्रापि लेखनीयमेव इडागमस्य चिन्तनं उदाहरणरूपं किं भवति चेत् अत्र गमिष्यति पठितुम् अत्र इडागमस्य चिन्तनं कुत्रापि कुत्र नास्ति चेत् द्रक्ष्यति अनन्तरं कर्तुं तत्र इडागमस्य चिन्तनं नास्ति अत्र एतत् प्रयोगं कुत्रापि लेखनीयमेव झटिति मनसि आगच्छति यत्र इडागमस्य चिन्तनं यत्र इडागमस्य चिन्तनं नास्ति इति अस्तु अग्रे पठतु अस्य इक अस्य इकारस्य नाम इट् आगमः इडागमः तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इडागमः इत्युक्ते इट् एतस्य आगमः कुत्र भवति कुत्र न भवति इति ज्ञातव्यम् इत्यस्य विज्ञानस्य नाम इद् अवस्था एतस्य नाम इड् व्यवस्था इति भवति यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेत् इत्युच्यते इडागमः बहुमुखी पङ्क्तिः अस्ति अत्र इडागमस्य योजनार्थं धातोः यत्र अनुकूलता वर्तते तत् धातुः एव सेट् इति युच्यते इदानीं गमिष्यति सेट् भवति पठितुं सेट् भवति खलु इदागमस्य योजनार्थं धातोः अनुकूलता यत्र भवति तत् एव सेट् इति युच्यते सेट् इत्युक्ते इटा सह तृतीया खलु यत्र यत्र पित्रेण सह भवत्या सह अहं गमिष्यामि इटासः तृतीया अस्तु अग्रे पठतु बहुव्रीहिसमासः सेट् इटासः बहुव्रीहिसमासः एतादृश बहुव्रीहिसमासस्य यस्य सः येन सः इति शैली न भवति किन्तु अन्यपदप्रधान्तम् अस्ति प्रधान्तं न स प्रधान प्रधानं प्रधानं मुख्यम् अन्यपदप्रधान्यम् अस्ति प्राधान्यम् अस्ति प्रधानं न स न वा इट् अपि तु धातुः यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनिट् इत्युच्यते अत्र इदानीम् अनुकूलता नास्ति अत्र अनुकूलता यत्र भवति तत् सेट् भवति यत्र अनुकूलता नास्ति चेत् तत्र अनीट् इति भवति एतत् मनसि स्थापनीयमेव सेट् इति भवति अनन्तरं यत्र अनुकूलता नास्ति चेत् यत्र अनीट् इति भवति अस्तु अग्रे अनिट् न इट् इट् अत्र राहित्यं न इट् धर्मः अधर्मः एतत् सर्वं किं समासे विषये कोऽपि जानाति वा अत्र नै तत्पुरुषसमासः भवति नै तत्पुरुषसमासः समीचीनः अविद्यमानः अविद्यमानः परन्तु अत्र अनीट् न इट् इत्युक्ते नै तत्पुरुषसमासः समासः न इति भवति खलु धर्मः अधर्मः तादृशम्. अनन्तरम् अग्रे पठतु. सामान्यतया धातुः सेट् अस्ति चेत् अपि सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति तर्हि तत्र अपि अस्ति चेत् तर्हि तत्र इड अनुकूलता विद्यते. धातुः अपि सेट् भवति प्रत्ययः अपि सेट् भवति चेत् तत्र अनुकूलता विद्यते. एतत् मनसि एतत् बहु बहु मुख्यमस्ति बहु मुख्यमस्ति. यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति. अनन्तरं सामान्यधातुः अपि सेट् भवितव्यं धातुः अपि अनन्तरं प्रत्ययः अपि सेट् भवितव्यम्. अनन्तरं तत् समये एव इदानुकूलता विद्यते. अग्रे नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति. धातुः अपि सेट् भवितव्यं प्रत्ययः अपि सेट् भवितव्यं तदा एव इडागमः भवति. धातुप्रत्ययोः कश्चन अनुकूलः नास्ति चेत् सामान्यतया तत्र इडानुकूलता न भवति. नास्ति अपवादाः सन्ति किन्तु सामान्यनियमः अयम्. अत्र इडानुकूलता कुत्र भवति कुत्र न भवति इति वयं दृष्टवन्तः. यत्र अनेक् भवति यत्र स्थित् भवति इति. अस्तु इदानीं अपवादाः सन्ति किन्तु सामान्यनियमाः अयम्. यत्र धातुप्रत्ययोः धातुः अपि सेट् भवितव्यं प्रत्ययः अपि सेट् भवितव्यं कश्चन इडानुकूला नास्ति चेत् अत्र समयसन्दर्भः नास्ति एव. इडानुकूलता भवितुं न अर्हति एव. सामान्यतया तत्र इडानुकूलता नास्ति एव. अस्तु अपवादः सन्ति किन्तु एतत् विषये इतोपि अग्रे आगच्छति एव इतोपि विस्तारतया. महोदय अत्र इदानुकूलता अत्र दीर्घैकार किमर्थम् कुत्र अस्ति सवर्णदीर्घसन्धि सवर्णदीर्घसन्धि अत्र किञ्चित् दोषः एव सन्ति अत्र किमपि नास्ति. इट् ईट् इति भवति तत्र ईट् अनुकूलता ईट् अनुकूलता ईट् अपि वक्तुं शक्यते एव. ईट् इट् किमपि अत्र क्लेशः नास्ति एव इट् एव. अस्तु अस्तु अत्र भवान् एव पठतु अग्रे. एतसंज्ञकेन अच् वर्णेन धातुः किं पदि इति निर्णयः क्रियते. इत्संज्ञकेन अच् वर्णेन धातुः किं पदि इति निर्णयः क्रियते. अपि च अच्वर्णाः किम् अच् स्वरः सर्वे स्वराः सर्वे स्वराः एव अच् अदन्तम् इति श्रूयते वा कोऽपि अदन्तं न महोदय. अस्तु चिन्ता मास्तु अच् सञ्ज्ञायस्य सह अजन्त अप् इति अस्ति. अस्तु अप् इति ह्रस्व आकारः एव श्रूयते. एतत् जुहोत्यादिगणे अनन्तरं चुरादिगणे मया प्रेषितं खलु अत्र दशगणलकारः अस्ति. अत्र एतत् विषये अदन्तं तत्रैव भवति चुरादिगणे भवति. अत्र ह्रस्व आकारः एव ह्रस्व आकारः एव. इदानीम् अचुवर्णे अचुवर्णः भवति चेत् अत्र सर्वे स्वराः स्वरः इत्युक्ते किं भवति पूर्वमेव वयं दृष्टवन्तः. एतत् वाक्यमस्ति अत्र स्वयं राजते उत्तम स्वयं राजते इति स्वरः. इत्संज्ञकेन अचुवर्णेषु किं पदि इति निर्णयः क्रियते. अचुवर्णः अस्ति अनन्तरम् इत्वर्णः अपि अस्ति. इत् संज्ञकेन किं किम् अत्र निर्णयः पदि किं किं पदि अत्र इदानुकूलता भवति वा अनीट् अस्ति वा सेट् अस्ति वा परस्मैपदिनः अस्ति वा आत्मनेपदिनः अस्ति वा स्वरितः अस्ति वा एतत् सर्वं किं पदि इति निर्णयः क्रियते. अपि च अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः सेट् अनिट् वा इति अस्माभिः उक्तम् इत्संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः सेट् वा अनिट् वा इति निर्णयः क्रियते अनेन स्वरेण इड् व्यवस्था ज्ञायते इत्संज्ञकः भवति वर्णानां निष्कासनानन्तरं यत्र अन्तिमवर्णः इट् भवति एतत् इट् भवति अनन्तरमेव किम् अत्र अवशिष्यरूपं भवति अत्र एतद् दृष्ट्वा एव एतत् सेट् अस्ति वा अनीट् अस्ति वा इति अत्र समीचीनतया द्रष्टुं शक्यते भवानेव पठतु अग्रे तर्हि अत्र इड् व्यवस्था कीदृशी इति द्रष्टव्यम् अत्र द्रष्टव्यं वृत्तान्ते पठ इति धातुः अत्र द्रष्टव्यम् इति अस्ति खलु अत्र किं धातुः अत्र दृश् धातु धातु तव्यत् प्रत्ययः पा ग्राद् मा एतत् बृहत् सूत्रमस्ति अत्र पश्य इति अस्ति एकनिमिषम् आमाम् एतत् बृहत् जानाति वा भवान् जानाति वा न महोदय एतत् सूत्रेण अत्र पश्यतु पा ग्राद् मास्ता न दान् दृश् इति भवति खलु आम् दृश् इत्येव अत्र पश्य इति भवति पश्यति एतत् निपातनमस्ति अत्र पा इति अस्ति परन्तु अत्र किं भवति अनन्तरं पि योजनेन पिबति इति साधारणतया आगच्छति परन्तु एतत् निपातनं भवति अत्र पा इति एव अस्ति परन्तु अत्र सिद्धरूपेण पिब् इति वयं स्वीकुर्मः समी सुलभतया एतत् सूत्रं पा पिब भवति अनन्तरं घ्र इति भवति चेत् अत्र जिघ्र इति भवति एतत् अत्र किञ्चित् सूत्रं बहु बहु सुन्दरं सूत्रम् अत्र अनन्तरं सा इति स्वीकुर्मः चेत् तिष्ठ अनन्तरं पि योजनेन तिष्ठति इति भवति एतत् सिद्धरूपेण एतत् सिद्धरूपेण अस्तु सूत्रसङ्ख्या सूत्रसङ्ख्या का महोदय पश्यतु अत्र सप्तमे अध्याये सप्तम अध्याये तृतीयपादे अष्टासप्ततिः तमां सूत्रम् अस्तु अग्रे कुत्र अस्ति कुत्र अस्ति हा वृत्तान्ते पठ इति धातु धातुः ठकारोत्तरवर्ती यः अकार अस्ति सः अनुनासिक उदात्तः च अतः धातुः परस्मैपदी तत्तु जानामि पकारोत्तरवर्ती यः अकारः अस्ति सः अवशिष्टः स्वर इति उच्यते कारणम् अत्र अनुनासिकवर्णः नास्ति न अनुनासिकवर्णः अस्ति रैट् पकार उत्तरवर्ति यः अकारः पट् पा इति अस्ति यः अकारः अस्ति सा अवशिष्टस्वरः इति उच्यते खलु अकारः तिष्ठति इदानीमेव दृष्टवन्तः खलु अत्र सर्वत्र तत्र मल इति अस्ति अत्र अकारः एव तिष्ठति तादृशं दृष्टवन्तः इदानीमेव इदानीमपि पट इति स्वीकुर्मः चेत् पट इति स्वीकुर्मः चेत् अत्र पकार उत्तरवर्ति यः अकारः अस्ति सः अवशिष्टस्वरः इति उच्यते अयम् अकारः कीदृशः इति देत् अवशिष्टः स्वरः अनुदात्तः चेत् अत्र अनुदात्तः चेत् अत्र धातुः अनिट् अनुदात्तः स्वरः परन्तु अत्र अनुदात्तः नास्ति मनसि एतत् स्थापनीयं न अत्र किं भवति अवशिष्टः स्वरः अनुदात्तः चेत् अत्र धातुः अनिट् अयम् अवशिष्टः स्वरः उदात्तः स्वरितः वा धातुः चेत् अत्र यत्र अनुदात्तः स्वरः, अनुदात्तः स्वरः कुत्र भवति? अधःरेखा भवति, एतत् अनुदात्तः. यत्र अधःरेखा अस्ति कुत्रापि अत्र रेखा न भवति एव. तत्र स्वरितः स्वरितः उदात्तः अस्ति चेत् अत्र सेट् भवति, यत्र अनुदात्तः भवति चेत् अत्र अनीट् भवति. एतत् मनसि स्थापनीयम्. यत्र फिगर् टिप्स् मध्ये एतत् भविष्यति. एकः संशयः अस्ति, अवशिष्टः इत्युक्ते किं महोदय? इदानीम् अवशिष्टः अव उपसर्गपूर्वकः शिष्य दातु. एतत् बेलेन्स् शेषात् कर्तरि परस्मैपदि इति शेषः किम् अस्ति? यत्र ञकारः नास्ति नित् अस्ति खलु, अनुदाते नित आत्मनेपदम् अत्र नित् अस्ति. अनन्तरम् इदानीं स्वरितनित अत्र ञकारः अस्ति. एतत् ञकारः अस्ति नास्ति, ञकारः अपि नास्ति, शेषः बेलेन्स् कुत्र अस्ति? एतदेव परस्मैपदम् इति दृष्टं. शेषः इत्युक्ते शिष्टः, बेलेन्स्. सो शेष इत्युक्ते सो अत्र अनुनासिक अकार अस्ति, सो तस्य लोप अनन्तरं पठ एव अवशिष्यते, रैट्? इदानीं पश्यतु, अत्र पकार उत्तरवर्ती यः अकारः अस्ति, अवशिष्टस्वरः अकारः अस्ति इति श्रूयते. एतदेव अत्र पकार अकार ठकार, हा, तो अत्र पकार उत्तरवर्ती अकार अस्ति. एतदेव अवशिष्टस्वरः, स्वरः इदानीमेव अस्तु. पकार उत्तरवर्ती अकारः उदात्तः. सुब्रह्मण्य महोदय बहुवारम् एतत् उक्तवान् एव, प्रेषितमपि दातुविषये, कुत्र अनुदातः अस्ति, कुत्र स्वरितः अस्ति, कुत्र उदात्तः अस्ति इति प्रेषितं बहु दीर्घमस्ति अत्र. पठतु, पकार उत्तरवर्ती अकारः. पकारोत्तरवर्ती अकारः उदात्तः, अतः धातु सेट्, धातुः सेट्, सेट् ओके. गै धातु, धातौ एक ऐकारः अनुदात्तः, अतः धातुः अनिट्. इदानीम् एतत् मनसि स्थापनीयं, कुत्रापि कुत्रापि मनसि स्थापनीयं, किं किम् अस्ति, किम् अनिट् भवति, किं सेट् भवति. अत्र पकार उत्तरवर्ति अकारः उदात्तः, अतः धातुः सेट्. गै इति अस्ति अत्र ऐकारः अनुदात्तः, अतः तत्र अनीट् भवति. अग्रे पठतु. गै धातु, गै धातौ एक ऐकारः अनुदात्तः, अतः धातुः अनिट्. मे धातौ, धातौ नकारस्य इत् संज्ञा मे अवशिष्यते, एकार अनुदात्तः, अतः धातुः अनिट्. शिमु इति धातौ उकारः अनुनासिक, अतः तस्य इत् संज्ञा लोप च. शिव इति अवशिष्यते, शकारोत्तरवर्ती यः इकारः सः उदात्तः, अतः धातुः सेत्. एतदपि मनसि स्थापने, कुत्र उकारः, कुत्र अनिट् भवति, कुत्र सेट् भवति. अस्तु, अग्रे उपयोग उपरि उक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति. उपरि उक्तस्य अत्र किं सन्धिः भवति? अत्र यणसन्धि महोदय. सूत्रम् इको यणचि. अत्र प्रत्ययस्य स्वभावः पूर्णिमा पूर्णिमा प्रकाश भगिनी अहम् आगतवती भगिनी अनुसूया भागयति वा अहम् आगतवती भगिनी अहम् अस्मि चलैरि पठतु पठतु प्रत्ययस्य स्वभावः आर्धधातुकस्य बलादे प्रथम अध्याये द्वितीयपादे स्यादौ वल् प्रत्याहारे अन्तिम अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति अत्र एतत् बहु मुख्यसूत्रमस्ति इडागमस्य चिन्तने इडागमस्य चिन्तने किं सूत्रं बहु मुख्यमस्ति चेत् आर्धधातुकस्के बलादेः अनन्तरं नेड् वशीकृति एतत् अपवादसूत्रम् अत्र इडागमस्य चिन्तनं नास्ति एव एकाच उपदेश अनुदात एतत् अपि अत्र इडागमस्य चिन्तनं न भवति एतत् त्रीणि सूत्राणि बहु मुख्यसूत्रमस्ति एकाच उपदेश अनुदात्तात् अनुदातं यत्र अस्ति तत्र इडागमस्य चिन्तनं नास्ति अत्र नेड् वशीकृति वश् इति प्रत्यहारम् अस्ति चेत् अत्र किमपि इडागमस्य चिन्तनं नास्ति अनन्तरम् आर्धधातुकस्य इड् वलादेः अत्र आर्धधातुकस्य इड् वलादेः वलादिप्रत्ययं यत्र अस्ति तत्र एव इडागमस्य चिन्तनं भवति वल्प्रत्यहारं वल्प्रत्यहारं जानन्ति जानन्ति खलु मया पूर्वं प्रेषितमेव एतत् विषये वल् प्रत्याहारः यकार विहाय सर्वाणि व्यञ्जनानि व्यञ्जनानि यकारम् अत्र व्यञ्जनानि खलु कुचुटुतुप् इति अस्ति खलु कुचुटुतुप् इत्युक्ते किम् पञ्चवर्णाः चु इत्युक्ते पञ्चवर्णाः कुचु टु पञ्चवर्णाः कुचुटु तु पञ्चवर्णाः पकारः कुचुटु तुप्पु पञ्चवर्णाः सर्वाणि व्यञ्जनानि कति भवन्ति अत्र 25 पञ्चविंशतिः अस्तु तत्र यकार विहाय यकारं विहाय सर्वाणि व्यञ्जनानि आर्धधातुकस्य बलादेः आर्धधातुकस्य ईट् बलादेः एतत् बल्प्रत्यहारः यत्र अस्ति तत्र इदागमस्य चिन्तनं भवति अस्तु अग्रे बलादेः पठतु बलादेरार्धधातुकस्य इडागमः स्यात् बलादे आर्धधातुकस्य तत्र अन्ते विद्यमानटकारस्य इत्संज्ञा भवति अथवा इत् अथ आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आया महोदय सम्यक् न श्रूयते अत्र भग्नं करोतु अनन्तरम् आगच्छतु इदानीं श्रूयते वा इदानीं श्रूयते इदानीमपि न श्रूयते अत्र भग्नं करोतु अनन्तरम् आगच्छतु अस्तु महोदय अन्य कोऽपि पठितुं शक्यते वा अहं पठामि पठतु आर्धधातुकस्य इड् बलादेः आर्धधातुकस्य एड् इति अस्ति खलु अत्र सूत्रं किं सन्धिः किम् सन्धिः विसर्गसन्धि आर्धधातुकस्य एड् एड् आर्धधातुकस्य कुत्र भगिनि कोऽपि वक्तुं शक्यते वा आं महोदय अत्र आर्धदातस्य अत्र अत्र गुणसन्धि उत्तमम्। अकार इकार मेलनेन एकारः भवति गुणसन्धि। अत्र सूत्रं किम्? सूत्रम् आर्धधातुकस्य बलादेः। इदानीं गुणकविषये अचलत् खलु अग्रे पठतु। एतत् सर्वम् अभवत् एव। इदानीं हिट् आगमः टित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति। अत्र किम् आयाति? प्रथमम् आद्यन्तौ टकितौ इति अस्ति, त अनन्तरं चित् टकित् टकितौ आद्यन्तौ आदिः टकारः अन्तौ ककारः टित् भवति, अतः तत्र आगमः आदौ भवति। एतत् सूत्रं प्राबल्यम् अस्ति, प्राधान्यम् अस्ति। कुत्र भवति कोऽपि जानाति वा लकारविषये? उत्तमम् उत्तमम्। लङ्लकारे सर्वत्र अडाकमग भवति खलु, अभवत् अभवतम् अभवन् इति सर्वत्र अडाकमग भवति। तत्र किमर्थम् अडाकमग? अत्र लुङ् लङ् लुङ्क्षु अडुतात्तः इत्यनेन सर्वत्र अडाकमग भवति, परन्तु किमर्थम् अत्र अडाकमः पूर्वं भवति चेत् आद्यन्तौ टकितौ इत्यनेन एव अत्र अकारः पूर्वम् आदौ आयाति। अग्रे वल् प्रत्याहारे, वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि। वल् आदौ यस्य स वलादिः बहुव्रीहिः तस्य वलादेः। आर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम्। अङ्गस्य इत्यस्य अधिकारः अधिकारः अनुवृत्तिसहितसूत्रम्। अङ्गात् अलादेः आर्धधातुकस्य इट्। वल् वल् यत्र आदौ अस्ति तदेव बलादिः बहुव्रीहिः। वल् वल् प्रत्याहारे पूर्णतया वदतु। वल् प्रत्याहारे विहाय यकारं विहाय अन्य सर्वाणि व्यञ्जनानि व्यञ्जनानि अन्तर्गतानि एव अन्तर्भूतः। अग्रे अन्तस्थः अपि अन्तस्थः अपि भवति खलु। अत्र वल् आदौ यस्य सः वलादि अनन्तरं बहुविधि एतत् किम्? अनन्तरम् आर्धधातुकस्य षष्ट्यन्तम् ईट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदं अङ्गस्य इत्यस्य सर्वत्र अङ्गस्य इति अधिकारः आगच्छति एव। अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः अस्ति चेत् अत्र आर्धधातुकं सार्वधातुकं नास्ति, आर्धधातुकं सार्वधातुकं किं किं लकारः आगच्छति पूर्णमेव मया उक्तम्। सार्वधातुकं किम्? आर्धधातुकं किम्? लकारः पञ्चलकाराः आगच्छन्ति। लट् न न न न कोऽपि तिंशित् सार्वधातुकं भगिनि, तिंशित् सार्वधातुकम्। एतत् सर्वं भवति एव, परन्तु सार्वधातुकं किम्, आर्धधातुकं किं लकारविषये? तिंशित् सार्वधातुकं शित्यस्य यत्र भवति तदेव लट् लङ् लोट् लेट् लिङ्ग विधिलिङ्ग न न न एकनिमिषम् लट् लोट् लङ् विधिलिङ्ग एतदेव सार्वधातुकम्। शेषः लुट् लृट् लुङ् एतत् सर्वाणि षड् भवति खलु। यत्र लट् लोट् लङ् विधिलिङ्ग भवति एतदेव सार्वधातुकम्। शेषः षड् अस्ति, एतत् आर्धधातुकम्। तावदेव मनसि स्थापयतु। अग्रे अत्र अनुसूया इदानीं पठितुं शक्यते वा? आं महोदय पठतु। बलादिः नाम वल् प्रत्याहारः आदौ यस्य सः वलि यकारं विहाय सर्वाणि व्यञ्जनानि। कस्यचित् सार्वधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्य अस्ति तर्हि इडागमः तस्य प्रत्ययस्य आदौ आयाति। आदौ कथं ज्ञायते? किमर्थं मध्यं मध्ये अपि न अन्ते अपि न इति आद्यन्तौ टकितौ प्रथमपुरुष प्रथम अध्याये प्रथमपादे सप्त चतुर्षतिसूत्र इति सूत्रेण षट्चत्वारिंशत् इति सूत्रेण यः आगमः टितस्ति यस्य आगमः सः यस्य आगमः अस्ति तस्य आदौ आयाति कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति आद्यन्तौ तकितौ इत्युक्ते कित् अस्ति चेत् आदौ आयाति कित् अस्ति चेत् अन्ते आयाति इति कित् आगमः कित् अस्ति सकारस्य यः यस्य सः अतः अनेन सूत्रेण इत् आगमः प्रत्ययस्य आदौ आयाति इदागमः प्रत्ययस्य आदौ न तु धातोः आदौ यतोहि आददातुकस्य बलादे सप्तमध्याये द्वितीयपादे पञ्चत्रिंशतिसूत्रे इत्यनेन सूत्रेण इदागमः प्रत्ययस्य आगमः न तु धातोः इदागमः कदापि प्रत्ययस्य धातोः आदि न आयाति परन्तु प्रत्ययस्य आदि एव आयाति. भगिनि एकवारम् एक्स्प्लैन् करोतु भगिनि कृपया. आद्यन्तौ टकितौ इदानीं दृष्टवन्तः अत्र दृष्टवन्तः पुनः एकवारं वदामि अत्र पश्यतु आद्यन्तौ टकितौ आदि इत्युक्ते पूर्वं खलु अन्ते इत्युक्ते अन्ते अन्ते एव भवति आदि अन्तौ. इदानीं टित् आगमः आगमिनः आदौ विधीयते चित् इत्युक्ते आगमिनः अन्ते विधीयते अत्रैव अस्ति अत्रैव आदि तकारः अन्तौ अन्तौ ककारः तावदेव आदि प्रथमम् आदि तकारः एव भवति तित् भवति तित् अनन्तरम् अन्तः किं भवति चेत् कित् भवति तित् कित् भवति. इदानीं यत्र तित् आगमः भवति आदौ भवति एतत् आगमः तित् अस्ति चेत् अत्र आगमः पूर्वं भवति अत्र इदानीं कित् आगमः भवति चेत् अन्ते उदाहरणरूपेण स्वीकुर्मः चेत् अत्र इदानीम् अट् इति अस्ति खलु पट् इति स्थाने अट् एव तिष्ठ अकारः तिष्ठति अनन्तरं लङ् भवति इदानीं पकारस्य उत्तरवर्ति अकारः अट् भवति अट् इति किमर्थं भवति चेत् अत्र लुङ् लङ् लृङ्षु अडुदात्तः इत्यनेन अट् आगमः भवति अनन्तरं किमर्थम् अट् आगमः भवति चेत् एतत् तित् अस्ति अट् इति तित् अस्ति खलु आदि टकारः अत्रैव उत्तरमस्ति आदि टकारः अन्तः कित् अस्ति ककारः जानाति वा किम् अस्ति अत्र क्रमेण भवति आदि टकारः भवति अन्तौ ककारः भवति भगिनी तथा न भवति भगिनि यः प्रत्ययः टित् भवति यस्य प्रत्ययस्य अन्ते टकारस्य इत्सङ्गः भवति तत् प्रत्ययः आदौ भवति यस्य प्रत्ययस्य कित् भवति टकारस्य इत्सङ्गः भवति तत् अन्ते भवति तादृशमेव अत्र दत्तम् आद्यन्तौ टकितौ टित् यत्र भवति आगमः तत् पूर्वं भवति यत्र टित् भवति टित् इत्युक्ते किं टित् प्रत्ययं यत्र आगच्छति यत्र आयाति तत्र पूर्वमेव भवति उदाहरणरूपेण अत्र इदानीमेव दृष्टवन्तः अट् इति प्रत्ययं योजनेन अट् इति अस्ति खलु आद्यन्तौ टकितुं किम् भवती किम् उक्तवती अत्र यस्य प्रत्यय वदतु यस्य यस्य प्रत्ययस्य कित् यस्य प्रत्ययस्य ककारस्य इत्सन्ना भवति कित् प्रत्यय ता प्रत्यय तवत् प्रत्यय ते सर्वे अन्ते भवति यस्य प्रत्ययस्य टकारस्य इत्सन्ना भवति अट् आङ् आङ् उपसर्ग अट् अट् उपसर्ग भवति अट् अकारस्य प्रथमः भवति धातोः प्रथमः भवति पूर्वमेव भवति आदौ भवति इति प्रथमम् अत्र कित् आदौ भवति कित् अन्ते भवति सिम्पल् अत्रैव अत्रैव आं भगिनि तावदेव तावदेव सिम्पल् अत्रैव भवति अत्रैव उत्तरं भवति आदि कित् भवति अन्ते कित् भवति यत्र लोपः भवति इदानीमेव अत्र कृदन्तविषये अत्र किम् इदानीमेव भवत्या उक्तम् अत्र तादृशमेव भवति अत्र अट् सर्वत्र लुङ् लङ् लृङ्क्ष अडुगातम् इत्यनेन अट् आगमः भवति परन्तु अत्र के किमर्थम् अत्र आगमः पूर्वं भवति चेत् अत्र आदि अन्तौ टकितौ यत्र चित् प्रत्ययं भवति यत्र चित् प्रत्ययं भवति चित् अन्ते भवति आदि चित् भवति एतत् प्रत्ययविषये एव भवति इदानीमेव अत्र अपि दत्तम् टित् अस्ति यः यस्य आगमः अस्ति तस्य आदौ आयाति पूर्वम् आयाति प्राक् आयाति टित् अत्र प्रत्ययविषये एव भवति अनन्तरं कित् अस्ति चेत् यत्र आगमः अन्ते भवति अत्र एव भवति आदि अन्तौ टकितौ इति सूत्रेण कित् आगमः प्रत्ययस्य आदौ आयाति प्रत्ययं किं भवति चेत् अत्र एतत् इदानीं भवत् इति अस्ति चेत् अत्र आद्यन्तौ टकितौ इत्यनेन अट् इदानीं स्वीकुर्मः अत्र भूधातुः स्वीकुर्मः चेत् अत्र भवति इति स्वीकुर्मः चेत् अत्र न लङ्विषये अत्र पश्यतु अत्र अत्र एतदेव दृष्टवन्तः दत्तवन्तः लुङ् लङ् लुङ्षु अडुदातः इत्येन परन्तु अत्र इतोपि एकं सूत्रमपि अस्ति आद्यन्तौ टकितौ इत्यनेन एव अत्र अकारः पूर्वम् आयाति किमर्थं चेत् अत्र तित् अस्ति तित् अस्ति चेत् अत्र पूर्वम् आयाति अत्रैव भवत्याः उत्तरमस्ति आद्यन्तौ टकितौ इत्यनेन आदिः कुत्र भवति चेत् टित् भवति अत्र लोपः प्रत्ययविषये एव एतत् भवति अत्र इतोपि प्रश्नः अस्ति वा चित् कुत्र भवति टित् कुत्र भवति इति प्रश्नः अस्ति वा एतत् विषये सर्वदा आदि एव आयाति अन्ते एव भवति इदानीम् इडागमस्य प्रत्यये आदौ न तु एतत् इतोपि किञ्चित् विवरणम् अधिकम् अस्ति एव एतत् किम् अस्ति पूर्व उदाहरणरूपेण स्वीकुर्मः चेत् आर्धदातुकस्य ईड् बलादेः 7 to 35 खलु सप्तमध्याये सप्तमध्याये द्वितीयपादे पञ्चत्रिंशत् तमं सूत्रं स्वीकुर्मः चेत् अत्र उदाहरणरूपेण दृष्टं चेत् अत्र पश्यतु बलादि आर्धधातुकप्रत्ययस्य इट् आगमः भवति अत्र तकारादि प्रत्ययः अर्चिते अर्च् इति भवति तृच् इति भवति इदानीं तृच् इति प्रत्ययमस्ति अत्र अर्चिता इति भवति तकारादिप्रत्यय परे अस्ति चेत् तादृशमेव लिक् अस्ति. अत्र लिक् उपादायं स्थितस्य इक् वर्णस्य गुणः भूत्वा लेखिष्यति भवति. स्या इति प्रत्ययम् अस्ति. स्या इति प्रत्ययं कुत्र भवति? स्या इति प्रत्ययं कुत्र भवति? लेखिष्यति, पठिष्यति, सर्वत्र भवति एव. ऋट् लकारमध्ये अस्ति. फ्यूचर् टेन्स् ऋट् लकारमध्ये एव स्या इति भवति. स्या कुत्रापि न भवति एक्सेप्ट् ऋट् विहाय कुत्रापि न भवति. अतः स्थास्यति, अनन्तरं भविष्यति. यत्र यत्र स्या स्या इति प्रत्ययम् आगच्छति तत्र समीचीनतया मनसि स्थापनीयम् अत्र लिट् भवति इति. अनन्तरं चल् धातोः लिट् लकारस्य मध्यमपुरुषे एकवचनं स्वीकुर्मः चेत् अत्र चल् योगः तत्रापि तल् इति चे अकार उत्तरवर्ति चेल् इति किं भवति इति चल् इति प्रत्याहारम् अत्र इडागमस्य विषये किञ्चन चल् इति प्रत्यहारः कम्पनी इति भवति. चेलते कुत्र भवति? अस्तु चलेत् इति भवति. अस्तु आतदातुकस्य एक् बलादेः इति प्रत्ययस्य स्वभावः किम् इदानीं दृष्टवन्तः. इदानीम् आर्धदातुकप्रत्ययः सः इति स्मर्यताम्. आर्धदातुकप्रत्ययः किं भवति इदानीम् इडागमस्य विषये प्रत्याहारः किं भवितव्यम्? आर्धदातुकस्य इट् कुत्र भवति? कोऽपि अङ्गात् बलात् वल् प्रत्याहारं वल् प्रत्याहारं यत्र भवति तत् समये एव इट् भवति. आर्धधातुकम् एतत् निमित्तं द्वे अस्ति. किं किम् अस्ति चेत् द्वे स्तः प्रथमम् आर्धधातुकप्रत्ययं भवितव्यम् एकम्. अनन्तरं बलादि वल् प्रत्याहारं भवितव्यं. वल् प्रत्याहारं भवितव्यं तत् समये एव आर्धधातुकस्य एक् बलादेः इत्यनेन इट् भवति. भविष्यति, गमिष्यति, पठिष्यति, तादृशम्. इदानीं प्रत्येकं प्रत्ययः यः धातुः विहितः सः सार्वधातुकः आर्धधातुकः वा इति द्रष्टव्यं. प्रत्ययः सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति वा इति द्रष्टव्यं. प्रत्ययः तिंशित् वा चेत् तिंशित् सार्वधातुकम् इत्यनेन कार्यं भवति. स च प्रत्ययः सार्वधातुकः इदानीमेव सार्वधातुक किं किं लकारः भवति मया उक्तं खलु इदानीं. सार्वधातुके सार्वधातुकं किं किं लकारः भवति? न न न सार्वधातुकं किं लकारः भवति? लट् लट् लाट् लङ् विदिलिङ्ग् उत्तमम्. इदानीमेव मया उक्तम्. अनन्तरं शेषः कति भवन्ति इदानीम्? शेषः षट् भवन्ति खलु. लकारः दश सन्ति, चत्वारः गच्छति चेत् शेषः किम्? अत्र अनिल् महोदय शेषः षड् षट् एव भवति खलु? शेषः षट् एव. लुट् भवति, लुङ् भवति, लिट् भवति, लृङ् भवति, अनन्तरम् आशीर्लिङ्ग् आशीर्लिङ्ग् विधिलिङ्ग् तत्र गच्छति. वेट् अपि अस्ति. शेषक षट् लकारः सन्ति एव. एतदेव आर्धधातुकम्. इदानीं तिंशित् नास्ति चेत् आर्धधातुकं शेषः इत्येन प्रत्ययः आर्धधातुकं. तिंशित् तिङ्गपि नास्ति. तिङ्ग् कति प्रत्याहाराः कति प्रत्ययं प्रत्ययाः सन्ति? अष्टादश. उत्तमं. छित् अस्ति? छित् जानाति वा? आं महोदय. छित् शत्रु शाणचि यः सकार इति संज्ञा अस्ति चेत् सित् यस्मिन् धातोः धातोः सकार इति संज्ञा यत् सित् शप् अपि अत्र षित् विषये पश्यतु तिङ् भवन् सर्वे जानन्ति एव ति इति अस्ति लिङ् अन्ते अस्ति अतः तिङ् इति प्रत्ययः षित् इति पश्यतु षित् एतदेव यत्र ऋतनप्रत्ययं शप् शन् स्नु श स्नम् स्ना इति भवति एतत् शप् कर्तरि शप् भवति कर्तरि शप् भ्वादिगणे अपि अस्ति अनन्तरं चुरादिगणे अपि अस्ति अनन्तरं चुरादिगणे अय इति अस्ति अतः एव पाठयति अय इति भवति अनन्तरं शन् कुत्र भवति सर्वे जानन्ति एव दिवादिगणे अस्तु अनन्तरं स्नु क्रियादिगणे अत्र भवान् झटिति वक्तव्यम् एतत् विषये किमर्थमत्र मन्दमन्दरूपेण वदति अत्र द्वादिगणे अस्ति चेत् शप् अनन्तरम् अदादिगणे शप् लोपः भवति लुक् भवति खलु अनन्तरं जुहोत्यादिगणे अत्र एतदपि अत्र लुप्तः एव भवति जुहोत्यादिगणे अनन्तरं द्विवादिगणे शन् भवति एतत् अनन्तरं स्वादिगणे स्नु भवति क्रमेण भवति अनन्तरं सुदादिगणे षकारः भवति अकारः एव तिष्ठति अत्र एतदेव भुवादि सुदादिगणे अनन्तरं भुवादिगणे अत्र किञ्चित् क्लेशः भवति किमर्थं चेत् अत्रापि अनुबन्धलोपानन्तरं शकारः अकारः तिष्ठति तत्र अपि अकारः अस्ति परन्तु अत्र किञ्चित् क्लेशः अस्ति अग्रिमवर्गे अहं वदामि अनन्तरं रुदादिगणे धातुः अस्ति चेत् अत्र एव रुदादिगणः रुद् धातुः स्नम् इति भवति अनन्तरं कुत्र भवति स्थनादिगणे एव स्ना इति भवति अत्र किञ्चित् कार्यं भूत्वा ना एव तिष्ठति अनन्तरं चुरादिगणविषये अस्माकं कृते जानन्ति एव शप् अपि भवति अनन्तरम् अय अपि भवति इदानीं कृत् प्रत्ययः किं भवति चेत् अत्र शत्रु शाणचि शाणन चाणचि कश् श ऐश् सद्यै सद्यैन् एतत् बृहत् सूत्रमस्ति सद्यै सद्यैन् कृत्ये कृत्यैन् एतत् बृहत् सूत्रमस्ति एतत् विषये सद्यै सद्यैन् इति बहु बृहत् सूत्रमस्ति अतः आहत्य किमस्ति प्रत्ययः किं भवति आहत्य कुत्र किमपि न वक्तव्यम् इदानीम् आहत्य कति भवन्ति त्रयत्रिंशत् खलु त्रयत्रिंशत् प्रत्याहारः अत्र एतत् सिक्स् एव भवति अनन्तरं अस्तु एतत् अष्टादश भवन्ति अनन्तरं षित् प्रत्ययविषये एकनिमिषम् अष्टादश पञ्च न षष्ट द्वादश षष्ट द्वादश इदानीम् अत्र किं भवति अष्टादश खलु अत्र षित् प्रत्ययः कति भवन्ति इदानीं सिक्स् षड् इदानीं कृत् प्रत्ययः 1, 2, 3 एकव अस्ति अस्तु नव अष्टादश षड् नव सो त्रयस्त्रिंशत् 18 प्लस् अनन्तरं षड् प्लस् नव आगत्य एतत् प्रत्याहार मनसि स्थापनीयमेव किं किं भवति अत्र किमस्ति सार्वधातुकप्रत्ययः तिङ् प्रत्ययः अष्ट भवति षित् प्रत्ययः षड् भवति अनन्तरम् एतत् विकर्णप्रत्ययविषये एव पश्यतु अत्र विकर्णप्रत्ययः एव अत्र खलु विकर्णप्रत्ययः वयं जानीमः एव एतत् मनसि स्थापनीयम् अस्तु इदानीम् अत्र सर्वे भवन् किम् अस्ति सहना भवतु सहनौ गुणस्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः सर्वेभ्यः नमस्कारः शुभदिनं प्रश्नः न मम एकः विषयमस्ति किञ्चित् स्थगयतु म्यूट् मध्ये भवतु कृपया म्यूट् मध्ये भवतु मम डाक्टर् उक्तवान् हाफ् एन् अवर् अधिकम् अत्र कुत्रापि न उपवेष्टव्यम् इति सः उक्तवान् अतः मम प्रश्नः मम अत्र किञ्चित् अरविन्दमहोदयस्य अत्र कुत्रापि अध्यापकः अपि एकघण्टा एव एक 6:30 to 7:30 एव किञ्चित् वर्गः भविष्यन्ति कुत्रापि अध्यापकः विषये अहमपि 6:30 to 7:30 इति अग्रिमवर्गे पाठः चलनार्थं मम इच्छा अस्मि अनन्तरं किञ्चित् मम शरीरम् अत्र समीचीनतया नास्ति एव डाक्टर् उक्तवान् हाफ् एन् अवर् यू शुड् नाट् सिट् इन् एनि प्लेस् मोर् देन् हाफ् एन् अवर् सो ऐ हाव् टु वाक् अण्ड् ऐ एम् हाविङ्ग् सम् सिवियर् बेक् पेन् आल्सो सो बट् एनि ऐ हाव् टु ऐ हव् गिवन् बर्ड् सो ऐ हाव् टु टेक् केर् आफ़् आल् दोस् थिङ्ग्स् सो ऐ विल् जस्ट् चेक् वित् मिस्टर् अरविन्द् महोदय एतत् विषये अग्रिमे मध्ये अहं सूचयिष्यामि एतत् विषये एकघण्टं पर्यन्तं वा सार्ध एकघण्टं पर्यन्तं वा सर्वेभ्यः नमस्कारः इतः पर्यन्तम् एतत् क्लेशः अस्ति वा संशयः अस्ति वा अस्ति चेत् टिप्पणी करोतु अग्रिमवर्गे दृष्टे एतत् विषये अस्तु अस्तु धन्यवादः शुभदिनं नमस्कारः